नमस्कारः. अङ्गम् इति विषयः प्रवर्तमानः अस्ति. तर्हि सारांशरूपेण वदामः चेत्, गतसप्ताहे वयम् अस्माभिः पङ्क्तिद्वयं दृष्टम् इति मन्ये. तर्हि सूत्रमासीत्, यस्मात् प्रत्ययविधिस्तदादिप्रत्ययङ्गम् इति. अङ्गम् इति इत्यस्य संज्ञासूत्रमस्ति. तर्हि प्रकृतिरूपात् प्रत्ययः विहितः भवति तदनन्तरं प्राक् तस्मात् अनन्तरं. तर्हि तस्य आदौ प्रकृतिः अस्ति, यस्य अनन्तरं प्रत्ययः उपस्थितः भवति. तर्हि प्रत्ययस्य आदौ यत् भागः अस्ति तस्य तु नाम अङ्गम् इति संज्ञासूत्रमस्ति. तर्हि तदनन्तरं वयं किं दृष्टवन्तः इत्युक्ते, इत् नाम किम् इत्यपि दृष्टवन्तः. इत् संज्ञा इत्युक्ते किम्? यस्य शब्दस्य, यस्य वर्णस्य अनुबन्धलोपः भवति तस्य तु इत्संज्ञा इति वदामः. तदेव आसीत् गतसप्ताहस्य सारांशः. तर्हि अनन्तरं नूतनविषयः अग्रे अस्ति, प्रायः नूतनं नास्ति, भवन्तः जानन्ति इति मन्ये. पठावः. श्रीवल्ली भगिनी पठति किं भगिनि? तर्हि सार्वधातुकलकाराणां अङ्गं कथं निर्मीयते इति विषयः इत्यस्मात्. आं भगिनि, तर्हि सार्वधातुकलकाराणाम् अङ्गं कथं निर्मीयते इति विषयः. एकवारम् आरम्भतः येषां धातूनाम् अङ्गम् अदन्तं तेषां कृते अङ्गं कथं निष्पन्नम् इति दृश्यताम्. कथम् अङ्गं निर्मीयते इति विषयः. तर्हि प्रथमं किं कुर्मः इत्युक्ते, अदन्तम् अङ्गम् इत्युक्ते अङ्गस्य अन्ते अकारः श्रूयते, यत्र श्रूयते, तादृश अङ्गानां निर्माणं प्रथमं कुर्मः इति. तदनन्तरम् अनदन्तम् अङ्गम् इति पाठः आरभते. तर्हि तस्मात् पूर्वं प्रथमं तु अदन्तम् अङ्गम् इति पाठः भवति. तर्हि तस्मिन् विषये अग्रे अपि उक्तमस्ति महोदयेन, कृपया अग्रे पठतु भगिनि. सूत्रः तिंशित् सार्वधातुकम्. इदं सूत्रम् अवलोकयामः. तिंशित् सार्वधातुकम् इति नाम यः प्रत्ययः तिङ् वा षित् वा अस्ति सः प्रत्ययः सार्वधातुकम् इति उच्यते. सार्वधातुकम् एकं नाम एकसंज्ञा अस्ति. तावदेव, व्याकरणे बहवः नामानि सन्ति. अस्तु, तर्हि षट् प्रत्ययः षित् इति ज्ञातं, तदा यः षित् सः सार्वधातुकम् इति अत्र उक्तम्. अतः शप् सार्वधातुकसंज्ञा प्राप्नोति. सूत्रमस्ति तिंशित् सार्वधातुकसंज्ञासूत्रमस्ति तिंशित् सार्वधातुकम् इति. प्रत्ययः धातुभ्यः विहितः प्रत्ययः तिङ् वा अषित् वा अस्ति सः प्रत्ययः सार्वधातुकम् इति उच्यते. तिङ् इत्युक्ते तिप्तज्जि इत्यादयः, तिङ् प्रत्याहारे अस्ति तिप्तज्जि. षित् षित् इति शकारः इत् अस्ति चेत् षित् इति नाम उच्यते. व्याकरणे बहवः नामानि सन्ति. अस्तु, षट् प्रत्ययः षित् इति ज्ञातम्, किन्तु षट् प्रत्यये शकारः इत्संज्ञका भवति, तस्य लोपः भवति इति षित् इति ज्ञातं. तथा यत् षित् सः सार्वधातुकम् इति अत्र उक्तम्. अतः षट् सार्वधातुकसंज्ञा प्राप्नोति. परन्तु शब्दते पकारस्य अपि इत्सन्न भवति, परन्तु एकासं प्राप्नोति. के के सार्वधातुकः सार्वधातुकसंज्ञा प्राप्नोति अनेन सूत्रेण, तिंशित् सार्वधातुकम्. तिंशित् सार्वधातुकम् इति सूत्रेण अग्रे प्रायः विजय भगिनी पठति. आं भगिनि, के के सार्वधातुकसंज्ञकाः अर्घः इति इदं सूत्रं सूचयति तावदेव तत्र. अनन्तरम् अष्टादश किं सङ्ख्यकः सङ्ख्यकप्रत्ययाः सन्ति भवति इत्यस्मिन् यः सि अस्ति सः तिङ् सञ्ज्ञकः प्रत्ययः इति उच्यते. परस्मैपदीधातूनां कृते नवप्रत्ययाः सन्ति भवयोगः सि भवयोगः सि तथा अन्ति सि तः नी वहमः. आत्मनेपदीधातूनां कृते नवप्रत्ययाः सन्ति वर्ध योगः ते इते अन्ते से इते द्वे ये वहे महे. एतेषाम् अष्टादशप्रत्ययानां मूलरूपाणि सन्ति. परस्मैपदीधातूनां तिप् तस् नि चिप् तस् त निप् वस् मस्. पुनः आत्मनेपदीधातूनां सः आतां न्य तास् आतां द्वम् इङ् वहि महिङ् एतत् सर्वं नवकृत् प्रत्ययाः न एतत् पर्यन्तम् अहं वदामि वा भगिनि. नव आत्मने परस्मैपदीप्रत्ययः अनन्तरं नव आत्मनेपदीप्रत्ययः तर्हि आहत्य अष्टादश तिङ् प्रत्ययाः सन्ति इति तावदेव सन्ति. ते सर्वे तु सार्वधातुकसंज्ञा प्राप्नोति केन सूत्रेण एते सर्वे? एतत् सर्वं सार्वधातुक संज्ञा प्राप्नुवन्ति केन सूत्रेण? केन सूत्रेण संज्ञासूत्रं किमस्ति? तिङ्क्षित् सार्वधातु तिङ्गुषित् सार्वधातुकम् इति सूत्रेण एतत् सर्वम् आगच्छति. एते सर्वे सार्वधातुकसंज्ञा प्राप्नुवन्ति. सार्वधातुकसंज्ञां प्राप्नोति तत्र तिप् तः मत् पर्यन्तं परस्मैपदि एतत् आगच्छति नव तिङ् प्रत्ययाः. अनन्तरं सा आतान्य एतत् सर्वं मकिङ्ग् पर्यन्तम् आत्मनेपदीरूपं प्राप्नोति. आहत्य अष्टादशतिङ् प्रत्ययाः सन्ति. एतत् किञ्चित् सार्वधातुकम् इति सूत्रेण एतत् सर्वं प्राप्नोति. सर्वं सार्वधातुकसंज्ञा प्राप्नुवन्ति. प्रत्ययाः विधीयन्ते भिन्नसूत्रेण चित्तस्य इति सूत्रेण प्रत्ययाः विधीयन्ते किन्तु एते अष्टादशप्रत्ययाः अपि तेषां नामकरणमस्ति तिङ् इति. किमर्थम् इत्युक्ते ति आरभ्य तिप् आरभ्य अन्ते महिङ् पर्यन्तं सन्ति इति कृत्वा तिङ् इति तेषां नामकरणं. तर्हि एते अष्टादशप्रत्ययाः तिङ् इति नामकरणं. तर्हि अष्टादशतिङ् प्रत्ययाः अपि सार्वधातुकसंज्ञा प्राप्नुवन्ति. कः संज्ञासूत्रं किम् अस्ति? तिङ्क्षित् सार्वधातुकम् इति सार्वधातुकविधानं विदधाति. एकमेव सूत्रमस्ति विदधातुं, तत्तु तिङ्क्षित् सार्वधातुकम् इति एकं सूत्रम्. अस्तु भगिनि, अग्रे अग्रे अपि वाक्यद्वयमस्ति, तदपि पूरयति किं भगिनि? नव कृत् प्रत्ययाः सन्ति इति कारणतः सार्वधातुकसंज्ञकाः भवन्ति. ते च शत्रु शाणच् शाणस् शाणस् शाणन् कश् सः स एष् सव्य सव्यै शव्यैन् तेषु अस्माकं केषु ते ते तेषु अस्माकं कृते शत्रु सानचि एव तत्र प्रसिद्धौ. शकारः तत्र पूर्वं शत्रुतः शैद्येन एतत् सर्वं शकारः ईतु भवति. अनन्तरं शत्रु सानचि एव वयं स्वीकुर्मः प्रसिद्धरूपेण. शत्रु इति सार्वधातुकप्रयोगे आगच्छति. सानचि इति आत्मनेपतिरूपेण तत्र आगच्छति. द्वयोः अपि सार्वधातुकसंज्ञा एव सति. द्वयोः अपि सार्वधातुकसंज्ञा भवति इत्युक्ते एते नवकृत्प्रत्ययानामपि सार्वधातुकसंज्ञा अस्ति अस्ति. तर्हि आहत्य कति सन्ति? अष्टादश तिङ्प्रत्ययाः सन्ति, एतेषां सार्वधातुकसंज्ञा वर्तन्ते. अनन्तरं नवकृत्प्रत्ययाः सन्ति, एतेषां पुनः सार्वधातुकसंज्ञा प्राप्नुवन्ति. तर्हि आहत्य अष्टादश योग नव एतेषां सर्वेषामपि सार्वधातुकसंज्ञा विदधाति तिंशित् सार्वधातुकम् अनेन सूत्रेण सार्वधातुकसंज्ञा भवति. अग्रिमवाक्यमपि भगिनि. षट् विकरणप्रत्ययाः षित् सन्ति इति कारणतः सार्वधातुकसंज्ञकाः भवन्ति. ते च षप् षन् स्नु च स्नम् स्ना. एतत् तत्र गुणकार्यं भवति निषेधं सः विषयः नास्ति. गुणकार्यं गुणं नास्ति इति भिन्नविषयः अस्ति. अत्र तु केवलम् एवमेव अस्ति, एते षट् विकरणप्रत्ययाः अपि सन्ति, एते षित् इति कारणेन तेषामपि सार्वधातुक. तर्हि अष्टादश तिङ्प्रत्ययाः, अनन्तरं नवकृत्प्रत्ययाः, अनन्तरं षट् विकरणप्रत्ययाः सन्ति, एतेषां सर्वेषां तु सार्वधातुकसंज्ञा सन्ति अस्ति. आगत्य त्रित्रिंशत् इति आहत्य आगच्छति. तत्र एतत् शप् शन् श्नु शः श्नम् श्ना, एतत् तत्र शकारः लोपः भवति, लोपः भवति. आं सत्यं भगिनि. धन्यवादः भगिनि. राजेन्द्रमहोदय अग्रे. आं भगिनि. द्वितीय कर्तरि शप् अनुवृत्तिसहितसूत्रं. धातोः परः शप् प्रत्ययः कर्तरि सार्वधातुके. कर्तरि शप् एकं सूत्रमस्ति, तत्र अनुवृत्तिसहितसूत्रमस्ति. धातोः परः शप् प्रत्ययः कर्तरि सार्वधातुके, यथा कर्तरि अर्थे विवक्षा अस्ति तथा तत्र कर्तरि शप् सूत्रेण शप् प्रत्ययः आगच्छति. तत् सार्वधातुकप्रत्ययः एकमस्ति, यथा पूर्वं भगिनी पठितवती. स्मर्यते यत् पाणिनिसूत्रेषु सप्तमीविभक्तेः अत्र अर्थः पूर्वम् इति. अत्र सार्वधातुके तत्र सप्तमीविभक्तिः अस्ति अस्ति, तत् तस्य अर्थः अस्ति, तस्य अभिप्रायः अस्ति. तत्र सप्तमी विभक्तिः अस्ति, तत्कारणात् कार्यं पूर्वमस्ति, पूर्वकार्यम् भवति तत्र. तर्हि सूत्रार्थः धातुभ्यः कर्तृ अर्थे अष्टादश तिङ्प्रत्ययाः अपि च नवशित् कृतप्रत्ययाः च यत्र यत्र भवन्ति तत्र तत्र तेषु परेषु तेषां पूर्वं शप् प्रत्ययः विधीयते. अत्र कर्त अर्थे कर्तरिप्रयोगः इति अवगम्यताम्. भावे कर्मणि च शप् प्रत्ययः न विहितः. सूत्रार्थः अस्ति इदानीं तत्र धातुतः यः कर्तृ अर्थे अष्टादश तिङ्प्रत्ययाः सन्ति अपि च नवशित् कृतप्रत्ययाः सन्ति च यत् यत् ते भवन्ति तत्र तेषु परेषु तत्र पूर्वकार्यं तेषां पूर्वं शप् प्रत्ययः विधीयते. यत्र यदा तिङ्प्रत्ययः अष्टादश तिङ्प्रत्ययः तेषु अन्यतमः कोऽपि प्रत्ययः तत्र आगच्छति तत् तत्पूर्वं पूर्वं शप् प्रत्ययः तत्र विधीयते. अत्र कर्तरि अर्थे कर्तरिप्रयोगः इति अवगम्यताम्. अत्र यदा शप् प्रत्ययः आगच्छति तत्र कर्तरि अर्थे एव कर्तरिप्रयोगे शप् प्रत्ययः विधीयते. भावे कर्मणि च शप् प्रत्ययः न विहितः. भावे अपि च कर्मणि प्रयोगे शप् प्रत्ययः न आगच्छति, धातुतः न विहितः. केवलं कर्तरि अर्थे एव शप् प्रत्ययः तत् विधीयते. अग्रे पठामः. एतत् बिन्दु समापयतु. एतत् अपि बोध्यं यत् दशु अपि गणेषु कर्तृ अर्थे शप् गणप्रत्ययः विहितः। अनन्तरं भवादिगणं चुरादिगणं च विहाय कुत्रचित् शपः लोप भवति। अदादि जुहत्यादिगणे च कुत्रचित् शपं प्रभाते अन्यः विकर्णप्रत्ययः आयाति। दशु गणेषु दश गणाः सन्ति तत्र यत्र कर्तृ अर्थे शप् विकर्णप्रत्ययः विहितः अस्ति। अनन्तरं किं भवति, भवादिगणम् अपि च चुरादिगणं गणे तु शप् प्रत्ययः तत्र विहितः भवति, परन्तु तत्र कुत्रचित् शप् लोपः भवति, यथा अदादिगणे जुहोतादिगणे शप् लोपः भवति, कुत्रचित् शपं प्रबाद्य अन्ये विकर्णप्रत्ययाः आयन्ति, यथा शन् शृणु शृणं श्ना भगिनी पठितवती, तत्र शपं प्रबाद्य अन्य विकरणप्रत्ययः तत्र आयन्ति। तर्हि यत्र कर्तरि सार्वधातुके इति अनुवृत्तिः अस्ति खलु, तर्हि यत्र यत्र कर्तरि अर्थे कर्तरर्थे सार्वधातुकप्रत्ययः परे अस्ति चेत् सामान्यसूत्रमस्ति कर्तरि शप् इति, तत्तु शप् प्रत्ययः विधीयते। अनन्तरं किं भवति, गणम् धातुगणम् अनुसृत्य अन्ये विकरणप्रत्ययाः आयन्ति, तर्हि गणभेदः भवति, गणम् अनुसृत्य रूपभेदः अपि भवन्ति। किमर्थम् इत्युक्ते भिन्नभिन्न विकरणप्रत्ययाः आयाति। तर्हि कुत्र कुत्र तादृशगणभेदः भवति कर्तरते सार्वधातुके इति वदामः चेत्, अत्र तु अस्माभिः यद्दृष्टम् अष्टादश तिङ्प्रत्ययाः सन्ति, सर्वत्र तु भवति यत्र गणम् अनुसृत्य कर्तरि शप् इत्यस्य प्रसक्तिः अस्ति, अनन्तरं शप् प्रभाते अन्यविकरणप्रत्ययः, शत्र शानच् इत्यस्य अपि तथा एव कार्यं, तत्रापि कर्तरर्थे इति कृत्वा प्रथमं शत्र शानच् प्रत्ययौ कर्तरर्थे सन्ति इति कृत्वा तेषामपि कर्तरि शप् इति सामान्यसूत्रम् आगत्य शप् प्रत्ययः विधीयते, अनन्तरं गणमनुसृत्य अन्यविकरणप्रत्ययः आयाति। तर्हि अत्र अग्रे उक्तमस्ति, अदादिभ्यः तु शपः श्लुक् लुक् भवति, लुक् इत्युक्ते लोप एव किन्तु भिन्नकार्यमस्ति, लोपकार्यमेव। जुहोत्यादिगणे तु श्लू इति, तत्र तु लोपः अपगच्छति शप् किन्तु द्वित्वं द्वित्वकार्यं भवति, तदर्थं श्लू इति उक्तम्। दिवादिभ्यः शन् इति प्रत्ययः, स्वादिभ्यः श्नु, तुदादिभ्यः श्रुदादिभ्यः श्नम्, तनादिभ्यः उ, क्रयादिभ्यः श्ना इति प्रत्ययाः सन्ति, विकरणप्रत्ययाः। दशगणगणानामपि विकरणप्रत्ययाः सन्ति, किन्तु अत्र भुआदिगणे चुरादिगणे तु शप् इति एव तत्र सन्ति। धन्यवादः महोदय। तत्रापि भेदः तु अस्ति, भवादिगणे चुरादिगणे मध्ये भेदः अस्ति, परन्तु तत् भिन्नवार्ता। हा भिन्नवार्ता, सत्यं महोदय, उत्तमम्। अत्र तु चुरादिगणे णिच् प्रत्ययः अपि विद्यते, प्रथमं णिच् आगत्य नूतनधातुः निर्मामः, अनन्तरं शप् आयाति। धन्यवादः महोदय। श्रीवल्ली भगिनी पठति भगिनि। आं भगिनि, अधुना अस्माकम् अङ्गनिर्माणं कर्तृर्थे वद् योगः लट् इति, वद् योगः ति भवति, वत् योगः षट् योगः ति, वत् योगः आ योगः ति। तर्हि वद् योगः आ इति स्थितिः, अत्र सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ् इत्येषु बहुत्र केवलं धातुविकरणयोः संयोजनं, यदा वत् योगः आ वद इति अङ्गं निष्पन्नं, यत्र यत्र धातुः हलन्तः अपि च तस्य उपधायाम् अकारः अस्ति तत्र केवलं धातुविकरणयोः संयोजनम्। अधुना अस्माकं अङ्गनिर्माणम् इति दृश्यते, कर्तरि शप् इति सूत्रेण कर्तृते वद् धातुः योगः लट् प्रत्ययः, लस्य स्थाने आयाति। सो वद्योगः तिप्, सो तिप् निमित्तीकृत्य षट् विकरणप्रत्ययः आयाति धातोः अनन्तरं, धातुविकरणयोः धातुप्रत्ययोः मध्ये षट् इति विकरणप्रत्ययम् आयाति शु वद् योगः शप् योगः ति शप् प्रत्यये शकारः इत्संज्ञकः भवति पकारः इति इत्संज्ञकः भवति तस्य लोपः इति आ एव अवशिष्यते वद् योगः आ योगः ति इति वद् योगः आ इति केवलं वर्णसंयोजनं करिष्यति अन्तिमरूपं भवति तर्हि सामान्यनियमः सामान्यकार्यम् अस्ति यत्र हलन्तधातुः अस्ति उपधायां ह्रस्व अकारः अपि अस्ति चेत् किमपि कार्यं नास्ति केवलं वर्णमेलनं तत्र उदाहरणार्थम् अत्र वद् योगः अयोगः इति वयम् अनेके रूपाणि तथा जानीमः खलु पठति इति पठति पट्टयोगः हलन्तदातवः सन्ति तर्हि तत्र तु किमपि कार्यं नास्ति इति कृत्वा केवलं वर्णमेलनं अस्तु भगिनी भगिनी अग्रिमबिन्दु अपि पठतु भगिनि धातौ गुणकार्यं धात्वन्ते इक् प्रत्याहारस्य अन्यतमः वर्णः नाम इ उ लृ अस्ति चेत् अथवा उपधायां ह्रस्वः इ उ लृ अस्ति चेत् तर्हि विकरणप्रत्ययस्य प्रभावेन गुणः प्राप्तिः भवति कुत्रचित् प्राप्तौ निषिद्धः अपि भवति कुत्र कुत्र इति अधः पश्यामः प्रायः स्मर्यते स्वरः इ इ उ उ दृ गुणः ए ओ अर् इति गुणवर्णाः दात्वन्ते इक् प्रत्याहारस्य अन्यतमवर्णः इक् प्रत्याहारे इ उ लृ अस्ति चेत् अथवा उपधायां ह्रस्वः इ उ लृ अस्ति चेत् तत्र विकरणप्रत्ययस्य प्रभावेन गुणः प्राप्तिः भवति कुत्रचित् निषिद्धः अपि भवति अपि तस् अपि अस्ति चेत् नितिच इति सूत्रेण गुणनिषिद्धः अपि भवति कुत्र अत्र किम् इत्युक्ते अत्र विषयः वयं तु एतावत्पर्यन्तम् अङ्गम् इत्युक्ते धातु प्लस् शप् योग टि इति अस्ति टि इति तिङ् अस्ति तर्हि तिङ् इति योजनं तु तिङ् प्रत्ययनिमित्तिकं कार्यमस्ति तत्तु अधुना वयं त्यजामः केवलम् अङ्गं टि प्रत्ययस्य कृते अङ्गम् इति पश्यामः किम् इत्युक्ते किम् अस्ति धातु प्लस् विकरणप्रत्ययः एव अङ्गम् इति नामकरणं खलु तर्हि अधुना तु अस्माकं चिन्तनमस्ति अङ्गनिर्माणम् इति एव चिन्तनं अङ्गनिर्माणम् इति एव चिन्तनम् इत्युक्ते धातु योगः विकरणप्रत्ययः तत्र तु सामान्यकार्यं यत्र ह्रस्व हलन्तधातुः अस्ति उपधायां धातोः ह्रस्वकारः अस्ति चेत् किमपि कार्यं नास्ति अधिकतया तु किमपि कार्यं न भवति केवलं वर्णमेलनं वद् योगः वद इति अधुना किं यदि इक् प्रत्याहारस्य कश्चन वर्णः अस्ति इक् प्रत्याहारः इत्युक्ते तत्र तु ह्रस्व इकारः दीर्घ इकारः उभयोः अपि ग्रहणं भवति तर्हि इ उ लृ इति सर्वेषामपि ग्रहणं भूत्वा एषु अन्यतमवर्णः अन्ते अस्ति चेत् धातोः अन्ते उदाहरणार्थं भू धातुः तत्र तु दीर्घ ऊकारः अस्ति तर्हि तादृशदीर्घ ऊकारः अन्ते नो चेत् दीर्घ ईकारः ह्रस्व इकारः दीर्घ इकारः इति नी धातुः अस्ति दीर्घ ईकारान्तधातुः अनन्तरं छी धातुः अस्ति ह्रस्व इकारान्तधातुः तर्हि तादृश इक् प्रत्याहारस्य कश्चन वर्णः अन्ते आयाति चेत् तर्हि तत्र तु गुणः भवितुं प्रसक्तिः अस्ति गुणस्य प्रसक्तिः अस्ति प्राप्तिः अस्ति वा इति अग्रे द्रष्टव्यं किन्तु प्रसक्तिः तु गुणस्य तु प्रसक्तिः अस्ति तथा एव उपधायां वदामः चेत् उपधायां ह्रस्व इक् वर्णः केवलं ह्रस्व उपधा इति वदामः चेत् उदाहरणार्थं अत्र तु वयं किं उदाहरणार्थं पश्यामः चेत् यत्र उपधा ह्रस्वैकारः उदाहरणार्थं लिक् इति धातुः पश्यामः तत्र तु उपधा ह्रस्वैकारः अस्ति किन्तु लिक् प्लस् योगः अयोगः अस्ति तत्र तु लिखति इत्येव रूपं गुणनिषेधः अपि वर्तते अत्र किमस्ति यत्र गुणः भवति तस्य कृते किमपि स्मरन्ति वा उदाहरणं पठति लिखति यत्र ह्रस्व इकारः अस्ति किन्तु गुद् इति एकः धातुः अस्ति क्रीडार्थे तस्य तु गोद् इति भवति गुणकार्यं भूत्वा इति तादृशात् यत्र उपादायं ह्रस्व इकारः अस्ति चेत् तस्य तु दीर्घ तस्य तु गुणकार्यं भवति तर्हि गुणकार्यम् इत्युक्ते यदि इक् ह्रस्व वा दीर्घ वा धातोः अन्ते इति पश्यामः चेत् ह्रस्व वा दीर्घ वा भवतु तस्य गुणकार्यं भवितुमर्हति किन्तु उपादायम् अस्ति चेत् केवलं ह्रस्ववर्णस्य एव गुणः भवति दीर्घवर्णः अस्ति चेत् तस्य तु गुणः न भवति इति सारांशः अनन्तरं गुणः इत्युक्ते किं गुणः इत्युक्ते अस्माकं संज्ञासूत्रम् आसीत् जानन्ति किम् अदेङ्गुणः इति संज्ञासूत्रं ह्रस्वकारः वा एकारः वा ऐकारः वा क्षम्यताम् एकारः वा ओकारः अस्ति चेत् तत्तु गुणसंज्ञकः अस्ति ओकारः गुणसंज्ञा अस्ति तस्य तु गुणसंज्ञा यत्र ह्रस्वकारः आयाति तत्र तु उरिण्ड्रपरः इति सूत्रेण रेपः अपि आयाति तर्हि अर् इति आगच्छति अर् इति तर्हि ऋकारस्य तु अर् इति इकारस्य ए इति गुणः ह्रस्व इकारः वा दीर्घ इकारः वा भवतु तस्य गुणवर्णः तु एकारः अस्ति उकार ऊकारयोः गुणवर्णः ओकारः अस्ति ऋ ऋ इत्येषां गुणवर्णः अर् इति अस्ति यदि लृ इति अस्ति चेत् लृ इति अस्ति चेत् अल् इति भवति तस्य अस्तु अस्तु तर्हि अग्रे विजया भगिनी पठति किम् जयति अपि स्वीकुर्मः खलु भगिनि किं भगिनि उदाहरणरूपेण गुणकार्यं किं करोति इति एतत् शब्दः भवत्या पृष्टवती खलु भगिनि जि जयति अपि स्वीकुर्मः खलु तत्र उदाहरणरूपेण न वा किं पुनः भगिनि मया न अवगम्यते उदाहरणं पृच्छति खलु गुणकार्यं भवति तत्र अतः उपादाय जि जयति प्रयोगं कुर्मः वा तत्र बिबेति इति आमां सत्यं भगिनि बिबेति इति सत्यम् उत्तमं भगिनि अनन्तरं भगिनि तत्र धात्वन्ति ईक् प्रत्ययहारस्य अन्यतमः वर्णः इ ऊरु अनन्तरं लृकारः अस्ति खलु भगिनि अस्ति अस्ति अस्ति सामान्यतया न तत्र न आयाति तदर्थमेव कार्यं किमपि न भवति सामान्यतया न आयाति स्वरूप् महोदयेन उक्तं तत्र ऋकारः निष्कासनीयमिति ऋकारः अस्ति खलु भगिनि ई ऊरु अस्ति खलु तत्र किमर्थं महोदय किम् उक्तवान् किमर्थं निष्कासनीयम् इति उक्तवान् किमर्थं चेत् तत्र ऋकारः तत्र न आगच्छति इति तत्र मया तत्र दोषरूपेण तत्र दत्तम् अतः एतत् लृकारः तत्र निष्कासनीयमिति उक्तवान् यः किमर्थम् इत्युक्ते प्रत्याहारे तु अस्ति प्रत्याहारे तु अस्ति किन्तु वयं तु इक् इति प्रत्याहारम् इत्येव पाणिनिना दृष्टं खलु किमर्थं वयं त्यजामः इत्युक्ते तादृशधातुः किमपि नास्ति यस्य अन्ते लृकारः अस्ति अनन्तरं गुणकार्यमिति लौकिकधातुः किमपि नास्ति तादृशं तदर्थं महोदय निष्कासनम् उक्तवान् किन्तु प्रत्याहारे अत्र किम् अस्ति अस्माकं सार्वधातुकार्धातुकयोः पुगन्तलघुपदस्यनयोः तु अनुवृत्तिः सहितसूत्रं पठामः चेत् अस्ति इक् इति प्रत्याहारः अस्ति इत्युक्ते इक् इति प्रत्याहारे तु लृ अपि अन्यतमवर्णः अस्ति किन्तु तादृश यदि वयं रूपनिर्माणं कुर्मः तस्मिन् समये रूपनिर्माणे सति तु वयं कश्चनपि धातुः नास्ति यत्र लृकारः अन्ते अस्ति गुणकार्यम् इति किमपि भगिनि षडृ धातु इति लृकारः अन्तः षडृ धातुः तस्य तु लृकारस्य लोपः तत्तु तस्य तु अनुबन्धलोपलृकारः अस्ति भगिनि अजनुनासिकलृकारः इत्यनेन लोपः भवति, लोपं विना किमपि नास्ति इति. कृत् इति एकं धातुः अस्ति, तत्र तु लृकारः अस्ति, लृ इति अस्ति, किन्तु तस्य तु भिन्नकार्यमस्ति, भिन्नसूत्रमस्ति, तर्हि गुणकार्यं किमपि कुत्रचित् अपि न भवति इति कृत्वा आवश्यकता नास्ति. संशयः भवति खलु, तर्हि लृ अस्ति चेत् अल् भवति. किं सामान्यतया गुणकार्यं लृ इत्यस्य गुणकार्यं तु अल् इति वदामः, किन्तु तथा न सम्भवति. अस्माकं यत्र अङ्गम् इति विषयः इति पठामः तत्र तु किमपि अवसरः न प्राप्नुमः. अग्रे पठतु भगिनि. अहमेव वा सार्वधातुक अर्धधातुकयोः इति अस्मात् सार्वधातुक अर्धधातुकयोः इति सप्तमाध्याये तृतीयपादे चतुर्थ अष्टादश अष्टादशतम इति अन्यत् सूत्रमस्ति. सार्वधातुक अर्धधातुकयोः इति सत्यन्तं पदं तत्र सार्वधातुक अर्धधातुकयोः गुणः अङ्गस्य इति अनुवृत्तिसहितं सूत्रम्. अस्य सूत्रस्य अर्थः एवं, इगन्तधातोः अनन्तरं सार्वधातुकम् अथवा आर्धधातुकं प्रत्ययः अस्ति चेत् तर्हि इगन्तस्य अङ्गस्य गुणः भवति. यथा भू यः शप् तत्र भो इति भवति, अनन्तरं तत्र गुणकार्यं कृत्वा भो यातवातदेशसन्धि प्रयोगं कुर्मः चेत् तत्र अव इति आगच्छति, अनन्तरं योगः भो योगः आयोगः इति तत्र किञ्चित् सार्वधातुकं प्रयोगं कुर्मः चेत् तत्र भवति इति आगच्छति. सन्धिप्रकरणे एकं सूत्रम् अस्ति यचो एव यावः इति. एतत् षड् अध्याये एकपादे अष्ट सप्ततिः तमे ऐ आय् औ औ आदेशाः क्रमेण आयान्ति नाम यान्तवन्तसन्धिः. अनेन सूत्रेण एकस्मिन् पदे ओकारः अस्ति चेत् तस्य अनन्तरं कोऽपि स्वरः अस्ति चेत् तर्हि ओकारस्य स्थाने औ आगच्छति. यथा भो योगः आ इत्युक्ते ओ इति स्थाने औ आदेशः, अतः इब् बकारः योगः औ योगः अकारः इत्युक्ते बौ इति बौ योगः आयोगः इत्युक्ते तत्र भव इति अङ्गं सिद्धम्. अग्रिमं पठामि वा विवरणं दातुमीयं वा भगिनि? प्रायः राजेन्द्रः महोदय पठति किम्? अत्र प्रश्नः नास्ति खलु सार्वधातुकार्थे. आं सर्वं सुलभेन एव अवगच्छामि इति अहं. अनन्तरं पुगन्तलघुपदस्य च इति सप्तमी अध्याये तृतीयपादे षड् अष्टाशीतितमे पुगन्तस्य सूत्रेण इति सूत्रेण पुगन्तस्य लघुपदस्य च अङ्गस्य एकः गुणः सार्वधातुक अर्धधातुकयोः इति अनुवृत्तिसहितसूत्रमस्ति. तत्र किं कार्यमस्ति चेत् लघुपदस्य अङ्गस्य एकः गुणः सार्वधातुक अर्धधातुकयोः इति अस्माकं कृते मुख्यः भागः. लघ्वि योगः उपदा इत्युक्ते लघुपदा इत्युक्ते तत्र ह्रस्व इक् उपदा ह्रस्व इक् इत्युक्ते तत्र ई ऊरु एव. उदाहरणार्थं बुद्ध धातौ उपदायां ह्रस्वः उकारः एव तत्र. लघु उपदस्य इत्युक्ते लघ्वि उपदा यस्य तत् अङ्गं लघुपदं तस्य अङ्गस्य अत्र शपः दृष्ट्या अङ्गम् इत्युक्ते बुद्ध धातुः एव. बुद्ध धातु लघुपदं ह्रस्वः ओकारः अस्ति, अतः बुद्ध धातुः स्वयं लघुपदम् अङ्गम्। सार्वधातुक आर्धधातुकयोः इति सप्तम्यन्तं पदमिति अपि तत्र लघुपुगन्धलघुपदस्य इति अत्र उपधायां पूर्ववर्णः ह्रस्व उकारः इकारः ऋकारः इति आगच्छति। उदाहरणरूपेण वयं स्वीकुर्मः चेत् तत्र बुद्ध इति धातुः आगच्छति। तावदेव तत्र अन्यविशेषणकार्यं तत्र किमपि नास्ति। अग्रे पठामि व्याकरणसूत्रेषु सप्तमी विभक्तिः नाम पूर्वम् इति वयं पूर्वमेव दृष्टवन्तः। पूर्वं पूर्वकार्यं निमित्तं परमिति कुत्र पठति भगिनि? सार्वधातुके किं भगिनि कुत्र पठति? पञ्चमी परकार्यं निमित्तं पूर्वं सप्तम्यन्तम् इति सप्तमी विभक्ति इत्युक्ते तत्र पूर्वं नाम पूर्वं कार्यं परं निमित्तम् इति वयं पूर्वमेव दृष्टवन्तः। अतः सार्वधातुकसंज्ञकः प्रत्ययात् पूर्वं नाम सप् प्रत्ययात् पूर्वं लघुपदं नाम बुद्ध धातुः अस्ति चेत् तस्य अङ्गस्य नाम बुद्ध धातोः लघ्वि उपधायाः इकः इक् षष्टिविभक्तिः स्थाने इति आगच्छति। तत्र इकः नाम उकारस्य गुणः भवति, अतः उकारस्य स्थाने ओकारः इति बुद्ध योगः शप् योगः त इत्युक्ते तत्र बुद्ध बोद् इति अङ्गं सिद्धं तत्र तावदेव भगिनि तत्र आं भगिनि तावदेव। तर्हि अत्र किम् इत्युक्ते कार्यद्वयमस्ति, यत्र धातोः अन्ते इक् प्रत्याहारः दीर्घः वा भवतु ह्रस्वः भवतु तस्य तु गुणकार्यं भवति इति तस्य कृते सूत्रमस्ति सार्वधातुक आर्धधातुकयोः इति। अनन्तरं यत्र धातोः उपधायां लघु इक् अस्ति तस्य गुणकार्यम् अपि भवति इत्यस्य कृते तु पुगन्तलघुपदस्य च इति सूत्रम्। सूत्रद्वयं प्रमुखसूत्राणि सूत्रे स्तः। तर्हि कुत्र अस्ति षष्ठ सप्तमाध्यायस्य सूत्राणि सन्ति खलु? तर्हि किमित्युक्ते षष्ठाध्यायस्य चतुर्थपादात् आरभ्य सप्तमाध्यायस्य अन्तपर्यन्तम् अङ्गकार्याणि सन्ति। एतदपि अङ्गकार्यमस्ति। अस्तु, धन्यवादः भगिनि। राजेन्द्रमहोदय अग्रे किन्नति च यः प्रत्ययः गित् कित् अथवा नित् अस्ति अपि च तं प्रत्ययं निमित्तीकृत्य एकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः गुणः वृद्धिः न भवति। ग च क च न च ण च तेषाम् इत्येतद्वन्द् द्वन्द् कक्कणः इतः यस्य सः किन्नत् किन्नत् तस्मिन् परे किन्नति द्वन्द्वगर्भ बहुभिः समासः। अत्र गस्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः। किन्नति सप्तमी अन्तं च अव्ययपदं द्विपदं सूत्रम्। इको गुणवृद्धिः इत्यस्य पूर्वन्तः अनुवृत्तिः न धातु लोप आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः अनुवृत्तिसहित सूत्रं। किन्नति च एकः गुणवृद्धिः न। किन्नति च सूत्रं वदति यत्र यत् प्रत्ययः गित् गित् भवेत् कित् अपि च नित् अस्ति तत् तं पर्यत् प्रत्ययं निमित्तीकृत्य एकः स्थाने गुणः अथवा वृद्धिः न भवति, निषेधं भवति। तत्र ग च क च न च तेषाम् इतरध्वन्द्व कर्णे यस्य सः किन्नत् तस्मिन् परे किन्नति तत्र मिलित्वा तत्र द्वन्द्वगर्भ बहुभिः समासः भवति। अत्र किन्नति अत्र गस्थाने अत्र यथा गकारः गित् अस्ति तत् गकारस्थाने खरे च सूत्रेण तत् ककारः भवति तथैव तत् किण्णति तत् पदं भवति निष्पन्नं भवति चर्तसन्धि भूत्वा किन्नति सप्तमीमन्तम् अस्ति तदपि यथा सार्वधातुक्योः वयं दृष्टवन्तः तत्र अपि च पूर्वकार्यं भवति यथा सप्तमीमन्तम् अस्ति च अव्ययपदं द्विपदं सूत्रमस्ति इको गुणवृद्धिः इत्यस्य पूर्वन्तः अनुवृत्तिः अस्ति न धातुलोपः इत्यस्मात् न इत्यस्य अनुवृत्तिः सूत्रं किन्नति च एकः गुणवृद्धिः वृद्धिः न गुणवृद्धिः न यदा यत्र गित् कित् नित् अस्ति तत्र गुण अपि च वृद्धिः न भवति यद्यपि तत् प्रसक्तिः आसीत् भवति स्म परन्तु किन्नति च सूत्रेण तत् सः गुण अपि च वृद्धिः बाधितम् अस्ति निषेधम् अस्ति. अग्रे पठामः भगिनि. महोदय पठतु महोदय. पित्सु गुणः अपित्सु गुणनिषेधः. पित्सु इति अधुना अस्माकं कृते अस्य सूत्रस्य प्रमुखः सिद्धान्तः. यत्र प्रत्ययः पित् अस्ति यत्र पित् अस्ति पकारस्य इति संज्ञा भवति अपि च यस्य यत्र प्रत्यये तत् पकारः नास्ति तत् अपित् अस्ति पित् न भवति तत् इति अधुना अस्माकं कृते सूत्रस्य प्रमुखसिद्धान्तः अस्ति. षित् प्रत्ययः सार्वधातुसंज्ञकाः यथा वयं पूर्वं पठितवन्तः तेषु ये पित् अपि सन्ति तेषां द्वारा गुणकार्यं सम्भवति. ये अपित् सन्ति नाम ये पित् न सन्ति तेषां द्वारा गुणकार्यं निषिद्धं न सम्भवति एव. तर्हि यः प्रत्ययः षित् अपि अस्ति पित् अपि अस्ति तस्य द्वारा गुणकार्यं सिद्ध्यते. यथा शप् प्रत्ययः तत् षित् शकारस्य संज्ञा अपि भवति पकारस्य अपि संज्ञा भवति तत्र सः प्रत्ययः तत् गुणकार्यं सिद्ध्यते. तत्र विकर्णप्रत्ययेषु कः प्रत्ययः षित् अपि अस् पित् अपि अस्ति केवलं शप् एव षित् अपि अस्ति पित् अपि अस्ति तत् कारणात् शप् शपं प्रभाति गुणकार्यं भवति भवति. शन् शृणु शम् श्ना च षित् सन्ति किन्तु अपित् सन्ति. अन्यविकर्णप्रत्ययाः सन्ति शन् शृणु शम् श्ना च ते षित् सन्ति परन्तु अपित् अपि सन्ति अतः तेषाम् उपस्थितौ गुणकार्यं निषिद्धं. यत्रापि यत् कुत्रापि शन् शृणु शम् श्ना प्रत्ययाः आगच्छन्ति तत्र गुणकार्यं निषिद्धम् अस्ति. तर्हि शप् कुत्र लभ्यते? केवलं भवादिगणे चुरादिगणे च. अङ्गकार्ये गुणः सम्भवति केवलं भवादिगणे चुरादिगणे च. तत् भवादिगणे चुरादिगणे एव अङ्गकार्यं सम्भवति. भवादिगणे यत्र धातु इगुप्ताः वा इगन्तः वा तत्र अङ्गे गुणकार्यं भवति. यद् भवादिगणे यदि इगुप्ताः अस्ति उप्तायां ह्रस्व इक् वर्णः अस्ति अपि च या धातु इगन्तः अस्ति तत्र अङ्गे गुणकार्यं भवति. चुरादिगणे अपि शपः गुणकार्यं भवति किन्तु क्रमः किञ्चित् भिन्नः. यतः शप् इत्यस्मात् पूर्वं णिच् भवति. णिचि अनुबन्धलोपं कृत्वा इ इत्येव अवशिष्यते. तत्र शपः आगमनेन तस्य इकारस्य गुणः भवति. अस्मिन् विषये चुरादिगणस्य पाठे इतोपि द्रक्ष्यामः. यथा पूर्वम् अस्माभिः चर्चितं तत् चुरादिगणे अपि गुणकार्यं भवति परन्तु तत्र शपं पूर्वं तत्र णिच् प्रत्यये आगच्छति तत् णिच् प्रत्यये तत् इ एव अवशिष्यते तत् इकारस्य गुणः भवति यथा शप् प्रत्यये आगच्छति. परन्तु अस्मिन् विषये चुरादिगणस्य अग्रे पठिष्यामः. अधुना तावत् अवगच्छन्तु यत् शपः प्रभावेन अङ्गे गुणकार्यं भवति भवादौ चुरादौ एव. शप् प्रत्ययः यत्र भवादः अपि च चुरादिगणे तत्र विकरणप्रत्ययः आगच्छति तत्र एव गुणकार्यं भवति. अन्ये विकरणप्रत्ययेषु यत्र कुत्रापि आगच्छन्ति तत्र तस्मिन् गणेषु तत्र गुणकार्यं न भवति. यदि ते अपित् प्रत्ययाः सन्ति तत्कारणात् तत्र गुणकार्यं न भवति. आं महोदय, अग्रिम लघुपङ्क्तिः अस्ति तदपि पठति किं महोदय? अस्तु पठामि. वस्तुस्थितिः एवं सार्वधातुकम् अपित् इति सूत्रं वदति यत् सार्वधातुकप्रत्ययः अपित् अस्ति चेत् तर्हि सः प्रत्ययः नित्वत् नित् एव भवति. किन्नति च इति सूत्रं वदति यत् प्रत्ययः नित् चेत् तर्हि तेन प्रत्ययेन गुणनिषिद्धः अस्ति. अत्र सूत्रद्वयेन विचारः सिद्धः यत् सार्वधातुकप्रत्ययः अपित् अस्ति चेत् तर्हि तस्य प्रत्ययस्य प्रभावेन गुणः न भवति इति. सार्वधातुकम् अपि सूत्रं वदति यत् सार्वधातुकप्रत्ययः यदि अपित् अस्ति यथा शन् शृणु शनुष्णम् इत्यादि विकरणप्रत्ययः तत्र ते प्रत्ययाः तत् नित्वत् भवन्ति. किन्नति च सूत्रं वदति यत् ये प्रत्ययः नित् चेत् तत् प्रत्ययेन गुणः निषिद्धः भवति. इदानीं किं भवति अत्र किन्नति च सूत्रस्य गुणः तत्र स्वभावः सार्वधातुकम् अपि सूत्रम् अध्यारोप्यते. अतः सूत्रद्वयेन विचारः तत् अस्ति सार्वधातुकप्रत्ययः अपित् अस्ति चेत् तस्य प्रत्ययस्य प्रभावेन गुणः न भवति. आं महोदय, धन्यवादः महोदय. तर्हि गुणकार्यस्य कृते चत्वारि सूत्राणि सन्ति, एते मनसि स्युः. किम् इत्युक्ते सामान्य सूत्राणि कानि सन्ति, एक गुणं विदधाति. प्रथमसूत्रमस्ति धातोः अन्तिमवर्णम् अनुसृत्य ह्रस्व वा दीर्घ वा भवतु सार्वधातुक अर्धातुको इत्यनेन गुणकार्यं भवति. अनन्तरं द्वितीयसूत्रमस्ति उपधायां लघु इक् अस्ति चेत् पुगन्तलघुपदस्य चैत्यनेन गुणं विदधाति. अनन्तरं तृतीयसूत्रं निषेधकसूत्रमस्ति. सूत्रं किं वदति? यदि प्रत्ययः सार्वधातुकप्रत्ययः भवतु वा अर्धातुकप्रत्ययः भवतु वा कित्त्वा जित्त्वा नित्त्वा अस्ति चेत् तस्य तु गुणकार्यं मास्तु इति निषेधकसूत्रमस्ति. अनन्तरं चतुर्थसूत्रमस्ति, प्रमुखसूत्रमस्ति, तस्य तु सार्वधातुकम् अपित् इति. तत्तु सार्वधातुकम् अपित् अनुवृत्तिः अपि पश्यामः चेत् सार्वधातुकम् अपित् नित् इति आयाति. इत्युक्ते सार्वधातुकम् अपित् यत् अस्ति सूत्रं, यत् सार्वधातुकप्रत्ययः अस्ति, यदि सार्वधातुकप्रत्ययः अपित् अस्ति चेत् तादृश अपित् सार्वधातुकप्रत्ययः निद्वद् भवति इति. तर्हि तत्तु अतिदेशसूत्रमस्ति. तस्य गुणं तु सार्वधातुकम् अपि इत्येव अस्ति, किन्तु तादृशसार्वधातुकप्रत्ययः यः अपित् अस्ति तस्य तु नित् इति स्वभावम् आरोपयामः. तर्हि तर्हि किं भवति? यत्र यत्र सार्वधातुकप्रत्ययः अपित् अस्ति तेषामपि गुणकार्यं न भवति. तर्हि तादृशप्रत्ययः परे आगच्छति चेदपि गुणकार्यं न भवति. केन सूत्रेण? नीति च इति सूत्रेण. तर्हि सार्वधातुकः भवतु नीति च इत्यनेन गुणकार्यं निषेधं भवति. किन्तु प्रत्ययः सार्वधातुकमस्ति चेत् पित् यः प्रत्ययः अपित् अस्ति, सार्वधातुकप्रत्ययः अपित् अस्ति, तेषामपि गुणकार्यं निषिद्धं भवति. सार्वधातुकम् अपित् इत्यनेन विद्वद्भवति प्रथमम्, अनन्तरं नितिचयन इत्यनेन गुणनिषेधः भवति. तर्हि सार्वधातुकम् अपित् इति अतिदेशसूत्रमस्ति, अनन्तरं नितिचय इति निषेधकसूत्रमस्ति. एतावत्पर्यन्तं प्रश्नः अस्ति, किं चत्वारि सूत्राणि तन् सन्ति. तर्हि अस्माकं चिन्तनं कथं भवति? प्रथमं गुण लघु इक् अस्ति, उपधायां लघु इक्, नो चेत् धातोः अन्ते ह्रस्व वा दीर्घः भवतु इत् प्रत्याहारस्य कश्चन वर्णः अस्ति चेत् गुणकार्यस्य प्रसक्तिः अस्ति इति जानीमः, किन्तु प्राप्तिः अस्ति वा इति अनन्तरं द्रष्टव्यं. तस्य कृते किं द्रष्टव्यं? प्रथमं सार्वधातुकं वा अर्धातुकं वा कित् वा गित् वा नित् वा अस्ति किं प्रत्ययः इति द्रष्टव्यम्. एष अन्यतमः अस्ति चेत्, कित् वा गित् वा नित् वा अस्ति चेत् गुणकार्यं मास्तु इति वयं जानीमः. अनन्तरं किं यदि प्रत्ययः सार्वधातुकप्रत्ययः अस्ति किन्तु कित्तपि नास्ति गित्तपि नास्ति नित्तपि नास्ति किन्तु अपि तस्ति पित् तस्य नास्ति इति जानीमः चेत् सार्वधातुकम् अपित् इति अतिदेशसूत्रेण तादृशप्रत्ययः निद्वद्भवति पुनः नितीच इति सूत्रेण गुणनिषेधमपि साधयामः. अस्तु, तर्हि चत्वारि सूत्राणि मनसि सन्ति किम्? भवतां मनसि सन्ति खलु, अवगच्छन्ति खलु विषयः कः इति? तर्हि तादृशचिन्तनम् अस्माकं कुर्मः चेत् अधुना किमस्ति, शप् इति प्रत्ययं स्वीकुर्मः. शप् इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति किम् आर्धधातुकप्रत्ययः अस्ति किम् वदन्तु, केन किमर्थं सार्वधातुकप्रत्ययः इति वदामः? अस्तु, तर्हि सार्वधातुकप्रत्ययः अस्ति, तादृशप्रत्ययः कित् वा गित् वा नित् वा अस्ति किं शप् प्रत्ययः? न न मम प्रश्नस्य एव केवलम् उत्तरं कित् वा गित् वा, सोपानेन गच्छेम, कित् वा गित् वा नित् वा अस्ति किं? नास्ति. तर्हि साक्षात् निषेधं न, निषेधकसूत्रम् इति चेत् तस्य कार्यं साक्षात् नास्ति, किन्तु अपि तस्ति किं? पित् अस्ति इति कृत्वा, पित् अस्ति इति कृत्वा गुणनिषेधः न भवति, तर्हि गुणकार्यं निश्चयेन भवति इति जानीमः. अस्तु, अनन्तरमस्ति षन् इति प्रत्ययः स्वीकुर्मः. षन् इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति किम्? अनेन सार्वधातुकप्रत्ययः. अस्तु, अत्र कित् वा गित् वा नित् वा अस्ति किं षन् प्रत्ययः? नास्ति. किन्तु अपि तस्ति किम्? अपि अस्ति इति कृत्वा तस्य गुणनिषेधः भवति किं? गुणकार्यं भवति किं? गुणकार्यं न भवति. किमर्थं न भवति? निद्वत् कार्यं करोति, अतः निति च इति सूत्रेण गुणनिषेधः. उत्तमं महोदय, तदेव विषयः अस्ति. स्नु श्नम् श्ना इत्येषां प्रत्ययानामपि समानकार्यम्. अधुना पश्यामः, अत्र तु भिन्न अन्यत् विकरणप्रत्ययः अस्ति. पश्यन्ति किं? तनादिभ्यः उः इति, उः उ इति प्रत्ययः. षित् अस्ति किम्? सार्वधातुकम् अस्ति किम्? नास्ति. आर्धधातुकम् अस्ति. तर्हि आर्धधातुकम् अस्ति चेत् तस्य किमर्थम् आर्धधातुकम् इति वदामः? नास्ति इति कृत्वा आर्धातकम् इति, आर्धातकं शेषः इति सूत्रेण आर्धातकसंज्ञा प्राप्नोति. तर्हि यदि सार्वधातुकसंज्ञा नास्ति, केवलम् आर्धधातुक अस्ति ऊ इति, ऊ इति प्रत्ययः षित् वा कित् वा नित् वा अस्ति किम्? नास्ति. तर्हि तत्र तु गुणस्य प्रसक्तिः अस्ति इति वक्तुं शक्यते, किन्तु अपि अस्ति किम्? प्रसक्तिः नास्ति. सार्वधातुकप्रत्ययः नास्ति इति कृत्वा अपित्वा कृत्वा न चिन्तनीयम्. आर्धातुकः अस्ति चेत् पित् अपित् इति चिन्तनं मास्तु, केवलं कित् गित् मित् इत्येव चिन्तनीयं. यदि सार्वधातुकप्रत्ययः अस्ति चेत् एव अग्रिमसोपानं सार्वधातुकम् अपित् इति सूत्रस्य अपि चिन्तनं भवतु इति. आम्, धन्यवादः. अस्तु, अग्रिम बिन्दुः सिवली भगिनी पठति किं भगिनि? आं भगिनि. धात्वादेशः शबादीनां शप् आदीनाम् आगमनस्य कारणतः यदा कदा धातौ आदेशः विहितः भवति, नाम क्षम्यतां विद्या भगिनी, म्यूट् करोतु भगिनि, क्षम्यताम्, अहं म्यूट् कृतवती. किमर्थम् इत्युक्ते कुत्रचित् मया ध्वनिः श्रुता, तर्हि कुतः इति अवगन्तुमेव अहं म्यूट् कृत्वा दृष्टवती. तर्हि किन्तु भवत्याः दूरवाण्याः नास्ति इति मन्ये. अन्म्यूट् करोतु भगिनि, नास्ति चिन्ता. विजया भगिनि, यदा आवश्यकम् अन्म्यूट् करोतु. क्षम्यतां भगिनि, भगिनी पठतु. श्रीवल्ली भगिनि, शबादीनां शप् आदीनाम् आगमनस्य कारणतः यदा कदा धातौ आदेशः विहितः भवति, नाम पूर्णधातु स्थाने अन्यत् रूपम् आयाति, यथा पायोगः शब् इति पिब् पिब् आदेशः, पिब् योगः शेप्, पिब् योगः आ इति भवति, पिबा इति अङ्गं सिद्धं, लटि पिबति, तथा एव शपः उपस्थितौ स्था धातोः स्थाने तिष्ठ, घा स्थाने जिग्र, दास्था जिग्र, धा दास्थाने यच्, दृष्टाने पश्य इति अन्यरूपं भवति. शबादिनं शप् निमित्तीकृत्य कारणतः धातौ यदा कदा धातोः आदेशः विविधः भवति, अन्यत् धातोः स्थाने अन्यत् रूपम् आयाति. उदाहरणे पायोगः शप् अत्र शप् निमित्तीकृत्य कार्यं पा इति मूलरूपं पा इति धातोः पिब् आदेशः भवति, पूर्णधातोः स्थाने पास्थाने पिब् आदेशः भवति, परं पिब् योगः शप् इति पिबा इति अङ्गं सिद्धं, लटि पिबा इति अङ्गं लटि रूपं पिबति इति रूपम् आयाति. तथा एव शपः उपस्थितौ स्थायोगः शप् इति स्था धातोः स्थाने तिष्ठ इति आदेशः भवति, तदा घा स्थाने जिग्र, दा स्थाने यच्, दृश् स्थाने पश्य इति धातोः अन्यत् रूपम् आयाति. अग्रे अग्रे भगिनि, तर्हि किम् इत्युक्ते यत्र यत्र अस्माकम् अङ्गनिर्माणम् इति चिन्तयामः चेत् कुत्रचित् केषाञ्चन धातूनां किमस्ति, पाणिनिः पाणिनिना उपदिष्टधातुः अस्ति, पा इति धातुः इदं जानीमः खलु उपदिष्टधातुः अस्ति, तस्य स्थाने भिन्न भिन्नपदं तस्य तत्र शब्दं तत्र आदेशः भवति, पिबा इत्यस्य स्थाने पिब इति आदेशः. एतस्य तु निमित्तं किमपि भवितुम् अर्हति, उदाहरणार्थम् अत्र पा धातोः पिब आदेशः भवति, यत्र षित् अस्ति चेत् तादृश आदेशः इति उक्तमस्ति, तस्य शबादीनां षित् अस्ति खलु इति कृत्वा शबादीनां तु तादृश आदेशः भवति, यत्र शप्रत्ययः परे आगच्छति तर्हि पा इत्यस्य स्थाने पिब इति आदेशः अपि भवति. तादृश केषाञ्चन कानिचन सूत्राणि सन्ति, ते अपि अस्माकं तानि अपि अस्माकं मनसि निधाय वयम् अङ्गकार्यम् इति कुर्मः अग्रे. अग्रे पठतु भगिनि. धातोः एकस्य भागस्य आदेशः चेत् अपि धात्वादेशः इति उच्यते, यथा शपि परे गम् धातौ मकारस्य स्थाने सकार आदेशः, तदा तकारः वा चकारः आगम आगमः, गम् योगः शप् योगः इति गच् योगः शप् इति भवति, गच् योगः आयोगः गच् इति भवति, गच् योगः आ इति गच्छ, गच् योगः आ गच्छ इति अङ्गं सिद्धम्. धात्वादेशे कुत्रचित् पूर्णतया धातुः आदेशः न भवति, किन्तु एकस्मिन् भागे तत्र आदेशः भवितुम् अर्हति भवति, उदाहरणं गम् धातु इति गच्छ इति भवति. अहं भगिनि धन्यवादः भगिनि. अग्रे विजया भगिनि पठति किं भगिनि? वेदयानि अत्र भगिनी श्रूयते वा भगिनी? आमामाम् अधुना श्रूयते भगिनि. आं भगिनि, इमानि कार्याणि अपि अवधेयानि अत्र परिचयः दास्यते गच्छता कालेन सर्वं ज्ञास्यामः एव. शपि परे धातोः नकारः इत्यस्य लोपः, यथा दंश योगः शप् इत्युक्ते दश इति अङ्गम्, सञ्ज योगः शप् इत्युक्ते सज्ज इति अङ्गम्, अजादौ प्रत्यये परे धातौ नुम् आगमः यथा जब् योगः शप् योगः तत्र शकारस्य तटितेन शकारस्य लोपः भवति पकारस्य अलङ्क्यं तस्य लोपः इति सूत्रेण पकारस्य लोपः भवति आवेव आ एव तत्र तिष्ठति अतः जम्ब जम्ब इति अङ्गम् निमागम तत्र अस्ति भवति परसवर्णः अनुस्वारः तत्र मकारः इति भवति अनन्तरम् एव जम्ब इति अङ्गं भवति क्षितिपरे धातोः स्वरदीर्घः यथा स्टिव् योगः शप् इत्युक्ते तत्र गुणकार्यं भूत्वा स्टिव् इति पदं स्टीव् इति दीर्घेन आगच्छति इति अङ्गं तत्र स्टीव् इति एवं च अदन्तम् अङ्गं कथं सिद्धम् इति अस्माभिः अत्र दृष्टं वस्तुतः अदन्तम् अङ्गम् अपि अनया रीत्या सिद्धं भवति सिद्धान्तः समानः एव अस्मिन् पत्रे केवलम् अदन्तानि अङ्गानि अवलोकितानि खलु कानिचन विशिष्टकार्याणि सन्ति यत्र अङ्गनिर्माणसमये कुत्रचित् नुमागमः भवति कुत्रचित् नकारः अस्ति चेत् उपादायां तस्य तु लोपः भवति कुत्रचित् गुणकार्यं प्रभाद्य दीर्घत्वं भवति कुत्रचित् गुणकार्यं प्रभाद्य वृद्धिकार्यमपि भवितुमर्हति तादृशकार्याणि कुत्रचित् विशिष्टकार्याणि भवन्ति एव सामान्यकार्याणि इति चिन्तयामः चेत् किं प्रथमं तु धातु आदेशः अनन्तरं गुणकार्यम् अनन्तरं किम् आसीत् किमपि गुणकार्यम् इति प्रसिद्धविषयाः यत् गुणनिषेधः तदपि भवति अनन्तरं एतादृश नुमागमः नकारः अस्ति चेत् तस्य लोपः भवति अनन्तरं गुणं प्रभाद्य दीर्घं वा वृद्धि वा भवितुम् अर्हति इति कार्याणि अपि सन्ति अत्र तु अदन्तम् अङ्गम् इति कृत्वा महोदय शप् इति व्याकरणप्रत्ययं स्वीकृत्य अस्मान् दर्शितवान् कथं चिन्तनं कथं प्रथमं धातुः अनन्तरं वृकिणप्रत्ययः अनन्तरमेव तिङ्प्रत्ययं योजयामः तिङ्प्रत्ययस्य योजनं तु अन्ते सोपानस्य अन्ते एव आयाति प्रथमं तु धातु विकरणप्रत्ययोः मेलनम् इति एव प्रथमसोपानं तदेव अङ्गम् इति वदामः तर्हि अङ्गनिर्माणम् इत्युक्ते यथा अदन्तम् अङ्गस्य कृते अधुना दृष्टवन्तः धातुः प्लस् शप् इति दृष्टवन्तः उदाहरणार्थम् अनदन्तम् अङ्गं श्नु प्रत्ययः अस्ति चेत् धातुः प्लस् श्नु इति प्रत्ययः नो चेत् तनादिगणे तु धातु योगः उ इति प्रत्ययः तर्हि अत्र सर्वत्र तु कार्यं तु चिन्तनं तु समानमस्ति धातुविकरणप्रत्ययोः मेलनं गुणकार्यं धातु आदेशः विशिष्टसूत्रकार्याणि भवितुमर्हन्ति इत्येव सन्ति किन्तु अत्र तु अस्माकं प्रथमम् अस्माकं किम् इत्युक्ते अस्माकं करपत्रे तु यत्र वयं सोपानेन पश्यामः यत् अदन्तानाम् अङ्गानामेव अदन्तानाम् अङ्गानाम् अदन्त अङ्गं वयं प्रथमं निर्मामः तस्य विषये पठामः के इत्युक्ते भ्वादिगणीयदा रूपाणि पश्यामः अनन्तरं चुरादिगणीयरूपाणि अनन्तरं किं तुदादिगणे तुदादिगणं पश्यामः अनन्तरं किम् अस्ति भ्वादिगणं चुरादिगणं तुदादिगणम् अनन्तरं किमस्ति इति दिवादिगणं तदपि पश्यामः तद् दृष्ट्वा अनन्तरम् अनदन्तम् अङ्गम् इति कृत्वा वयम् अन्ये गणाः पश्यामः गणान् पश्यामः प्रश्नः अस्ति किम् एतावत्पर्यन्तम् अस्मिन् कार्यपत्रे किमपि प्रश्नः अस्ति चेत् पृच्छताम् भगिनि तत्र गच्छ इति आगच्छति खलु भगिनि तत्र गम् इति आगच्छति तत्र मकारस्य स्थाने चकारः कोऽपि सोपानमस्ति वा तत्र मकारस्य स्थाने चकारः आगच्छति गम् इति सूत्रमस्ति तर्हि सूत्रेण प्रथमं चकारः आयाति अनन्तरं किं भवति तस्य तु तुगागमः चेच इति सूत्रेण तुगागमः भवति इषुगमीयमांसः इति सूत्रेण प्रथमं च अन्तिमं मकारस्य स्थाने चकारः आयाति इषुगमीयमांसः इति सूत्रम् इष् धातोः अपि इषकारस्य स्थाने च इति एव आगच्छति खलु, इच्छ इति भवति. यम् धातोः अपि तथा एव, यच्छ इति भवति. गम् धातोः अपि गच्छ. तर्हि त्रयाणां धातूनाम् अपि चकारः आयाति अन्ते. अनन्तरं चेच इति अन्यत् सूत्रमस्ति, येन तुगागमः भवति इति कृत्वा इच्छ इति भवति रूपम्. अस्तु भगिनि, इतोपि समयः अस्ति इति कृत्वा वयम् अग्रिम करपत्रं स्वीकुर्मः. किम् अङ्गकार्यगुणः इति द्वितीयकरपत्रं. तर्हि आवल्यां तु पञ्चमबिन्दुः अस्ति खलु, सार्वधातुकप्रकरणं, तत्र अङ्गमिति विषयः अधुना समापितं. प्रथमबिन्दुः प्रथमभागः परिच्छेदः. द्वितीयपरिच्छेदः अस्ति अङ्गे गुणः इति अस्ति, अङ्गकार्यगुणः इति अस्ति. तद् स्वीकुर्मः. किं तस्य आरम्भं कुर्मः? सर्वे करपत्रम् उद्घाटयन्तु. यदि वामभागं पश्यन्ति चेत् वामभागे पश्यति चेत् अङ्गम् इति विषयः, तस्य अनन्तरम् अङ्गे गुणः, गुणकार्यम् इति अस्ति, गुणः इति अस्ति, अङ्गकार्ये गुणः इति अस्ति. प्राप्तं भगिनि? प्राप्तं महोदय. द्वितीय विद्या भगिनी अपि प्राप्तवती खलु भगिनि, शिवली भगिनी प्राप्तवती इति मन्ये. विद्या भगिनी शीर्षकं किं भगिनि? शीर्षकं 5-2 अङ्गे गुण अङ्गकार्यगुणः अङ्गकार्यगुणः इति प्रेषितवती भगिन्या? न भगिनी, अहं तु न प्रेषितवती. अत्र तु अस्य करपस्य एव साक्षात् अनन्तरं यत् करपत्रमस्ति तदेव अस्ति. साक्षात् अनन्तरम् अस्ति एतद् अधः अस्ति. वामभागे पश्यति खलु, किं किं पश्यति? पठतु भगिनी, पठतु वामभागे किं पश्यति इति. आवलिः अस्ति खलु तत्र, तत्र तु प्रथमम् अस्ति धातुगणपरिचयः इति अस्ति प्रथमम्. अनन्तरम् अस्माकं मूलयन्त्राणि, अनन्तरं 2A अस्ति, धातुगणाः सूत्रसहितदृष्टिः इति. अनन्तरं धातुविज्ञानम्, अष्टाध्यायीपरिचयः अस्ति अस्ति. अनन्तरं सार्वधातुकप्रकरणम्, अदन्तम् अङ्गम् इति अस्ति, 5 इति अस्ति. पश्यति किं भगिनि? विजया भगिनि अन्यत् कृत्वा आम् न इति किमपि वदतु भगिनि. अहं मया कोचनीयं भगिनि, एकनिमिषं. न न, वामभागे आवलिः पश्यति किम्? आवलिः डाक्युमेण्ट् सैट् 5-2 गो टु दट् डाक्युमेण्ट् सैट्. Bagini, if you can go to site map at the end of the, in the left hand side, at the very end, do you see a site map? Vijaya Bagini, unmute bhavatu Bagini. Nachet, aham to swayam vadani. Sankanika ko ita pahi udgata neyam Bagini. Ma'am, Sankanika udgata yato, ma'am. सङ्गणकं नास्ति किम् अधुना? सैट् माप् इति अस्ति खलु अन्तिमभागे, तद् तत्र पश्यति चेत् अपि प्राप्नोति. सङ्गणक उद्घाटनीयं भगिनि. आमां, सङ्गणके उद्घाटनीयम्. आमां, भगिनी श्रोतुं शक्नोति किं तावत्पर्यन्तं? प्रायः राजेन्द्रमहोदय पठतु. अङ्गकार्यगुणः एतावता अङ्गकार्यं कथं प्रवर्तते इति अस्माभिः दृष्टम्. अङ्गकार्येषु एकं प्रमुखं कार्यं गुणकार्यं. पाणिनेः धातुपाठे गुणस्य महत् नृत्यम् अस्ति. इदम् एव गुणस्य नृत्यं सर्वत्र धातुपाठे व्याप्तं. वस्तुतः नृत्यं सरलम् एव. अङ्गम् अजन्तं स्वरान्तम् अस्ति चेत् अन्तिमे स्वरे गुणः अर्हः. अङ्गं हलन्तं चेत् गुणः उपधायां सम्भवति. अस्मिन् परिच्छेदे किमस्ति तत् यथा अस्माभिः पूर्वं पठितम् अङ्गकार्यं कथं प्रवर्तते तत्र अस्माभिः इदानीमेव पठितवन्तः. तत्र अङ्गकार्ये एकं प्रमुखकार्यम् अस्ति गुणकार्यं. पाणिनेः तत् धातुपाठे गुणस्य महत् नृत्यम् अस्ति. तत् किञ्चित् किं वदामि नृत्यम् एव तत्र अस्ति. गुणस्य नृत्यं धातुपाठे सर्वत्र तत्र व्याप्तम् अस्ति. वस्तुतः नृत्यं सरलमेव. अङ्गम् अजन्तं यथा भगिनी इदानीम् उक्तवती अजन्तम् अस्ति चेत् स्वरान्तम् अस्ति चेत् अन्तिमे स्वरेः गुणः अर्हः. अन्तिमः धातोः या अन्तिमस्वरः अस्ति तस्य तत्र गुणः अर्हः. अङ्गं हलन्तम् अस्ति चेत् तत्र गुणः उब्धायां सम्भवति. यथा भूधातु तत्र उकारः अस्ति तत्र उकारस्य घनुकार्यं भवति. अपि च यथा बुद् धातुः अस्ति बुद् धाते तत् उकारः हर्ष्वकारः उब्धायाम् अस्ति ततः उकारस्य गुणकार्यं भवति. प्रथमम् अङ्गकार्यस्य प्रसङ्गः कः कस्मिन् सन्दर्भे भवति इति कश्चन चिन्तनक्रमः अस्ति. धातुभ्यः के प्रत्ययः आयान्ति अपि च केन क्रमेण तत्र अङ्गकार्यस्य प्रसङ्गः कः कस्मिन् सन्दर्भे भवति इति अस्माभिः ज्ञातव्यं. कश्चन चिन्तनक्रमः तत्र अस्ति. धातुभ्यः के प्रत्ययः आयान्ति अपि च केन क्रमेण आयान्ति तस्य मुख्यबिन्दुः अस्ति. तत् अनन्तरं तत्र भिन्नभिन्न अङ्गकार्याणि प्रवर्तनीयानि. आम् महोदय, धन्यवादः महोदय. तर्हि अग्रे अपि पठति किं महोदय? आम् भगिनी प्राप्तवती किं भगिनी विद्या भगिनी क्षम्यताम् चिन्तन पठामि वा भगिनि? पठतु महोदय. चिन्तनक्रमः मन्दं गच्छामः. अस्तु भगिनि. चिन्तनक्रमः मनसि कश्चन धातुः अस्ति अपि च कश्चन लकारः विवक्षिताः. यथा वर्तमानकाले इष्टे सति लट् लकारः एवं च. चिन्तनक्रमः किम् अस्ति तत्र कश्चन कोऽपि मनसि कस्यापि यस्य कोऽपि निर्माणं क्रियापदनिर्माणं निर्माणस्य कृते तत्र मनसि कोऽपि धातुः अस्ति तत्र अपि च कश्चन लकारः अपि विवक्षितः यथा वर्तमानकाले विवक्षा अस्ति वर्तमानकालस्य विवक्षा अस्ति तत्र लट् लकारः आगच्छति. एवं च धातुः योग लट् धातुः प्रथमं आगच्छति तदनन्तरं लट् आगच्छति. लट् स्थाने तिङ् सञ्ज्ञक् प्रत्ययः प्रथमपुरुषे एकवचने ति द्विवचने तः बहुवचने अन्ति. मध्यमपुरुषे सि थः थ उत्तमपुरुषे मि वः मः. यथा यादृशी विवक्षा अस्ति तथा तत्र तिङ्प्रत्ययः तत्र लट् स्थाने आगच्छति. प्रथमपुरुषे एकवचने तितः अन्ति एकवचनं द्विवचने बहुवचने आगच्छन्ति. मध्यमपुरुषस्य पुरुषे विवक्षा अस्ति तत्र एकवचने सि थः थ द्विवचने थः बहुवचने थ प्रत्ययः आगच्छति. उत्तमपुरुषे उत्तमपुरुषस्य विवक्षा अस्ति चेत् तत्र प्रथमपुरुषे एकवचने तत्र मि प्रत्ययः आगच्छति, तत्र द्विवचने वः, अपि च बहुवचने महा प्रत्ययः तत्र आगच्छति. तत्र लट् लट् स्थाने तत्र प्रथमं धातुयोगः लट्, तदनन्तरं लट् स्थाने यावत् या विवक्षा अस्ति तत् अनुसृत्य तत् तादृशी प्रत्ययः तिङ् प्रत्ययः तत्र स्थापयामः. आं महोदय, तर्हि प्रथमं तु मनसि सर्वं तु विवक्षा अनुसृत्य एव खलु, कः वदति तस्य मनसि कः चिन्तनं किम् आसीत् इति अनुसृत्य एव विवक्षा इति वदामः खलु, वक्तुः इच्छा अनुसृत्य एव. तर्हि यदि वक्ता तु वर्तमानकाले वक्तुम् इच्छति चेत् तस्य प्रयोलट् प्रयोगः भवति, भूतकाले चेत् लङ्गु वा लुट् वा प्रयोगः भवति इति चिन्तनं इति अस्ति. अनद्यतने अस्ति चेत् लुट् प्रयोगः, अद्यतनार्थे अस्ति चेत् लङ् इति आयाति. तर्हि प्रथमं तु लकारः इति एव अस्ति, लट् इति अस्ति, लकारः इति अस्ति, अनन्तरं लकारस्य स्थाने लट् इति आदेशः भवति वक्तुः इच्छानुसृत्य विवक्षानुसृत्य. तर्हि लट् इति प्रथमम्, अनन्तरं तिप्तस्ति इत्यादयः तत्र लट् इत्यस्य स्थाने लकारस्य स्थाने तिप्तस्चि इति आयाति. तिप्तस्चि इति एव सूत्रमस्ति, अनेन आदेशः भवति. तर्हि यदि एकवचने प्रथमपुरुषे एकवचन अस्ति च वचने वक्तुः क्षम्यताम् वक्ता वक्तुमिच्छति चेत् तत्र तु ति इति अतिप् इति आदेशः भवति इत्येव अस्ति. अनन्तरं कर्तृर्थके वाक्यं तु कर्तृर्थके अस्ति चेत् पुनः कर्तरि शप् इत्यनेन शप् प्रत्ययः आगच्छति. क्षम्यताम्, शप् प्रत्ययः आयाति. क्षम्यतां महोदय, अग्रे पठतु महोदय. अधुना स्थितिः एवं, मम समीपे करपत्रम् अस्ति भगिनि. उत्तमं भगिनि, उत्तमं भगिनि, धन्यवादः. वयं तु एतावत् पर्यन्तं किमपि नूतनतया न दृष्टवन्तः, एवमेव गुणकार्यं प्रमुखविषयः अस्ति, प्रमुखं विषयम् इति उक्तवन्तः प्रथमसोपाने. अनन्तरं वक्तुः इच्छा अनुसृत्य किम् अस्ति, लट् वा लोट् वा प्रयोगः भवति. अनन्तरं धातुः अनुसृत्य प्रश्नेपदि वा आत्मनेपदि वा प्रत्ययः विहितः भवति. तर्हि तदेव अधुना महोदय वदति, अधुना स्थितिः एवं ततः आरभ्य महोदय पठिष्यति. अधुना एवं धातुतः तिङ् प्रत्ययः, स च तिङ् प्रत्ययः सार्वधातुसंज्ञक् तिञ्चित् सार्वधातुकम् इत्यनेन सूत्रेण, अपि च कर्तार्थकः, कर्तार्थकः कर्ता इति अर्थः, यस्य सः कर्तार्थकः प्रत्ययः. यदि धातुतः प्रत्ययः विहितः अपि स च सः प्रत्ययः सार्वधातुसंज्ञकः अर्थकः तिङ्संज्ञकः च, तर्हि तस्यां दशायां धातुप्रत्ययोः मध्ये विकर्णप्रत्ययः विहितः अस्ति कर्तृषप् इत्यनेन सूत्रेण. अधुना किम् अस्ति, तत्र धातुतः तिङ् प्रत्ययः विहितः अस्ति, स च तिङ् प्रत्ययः तु सार्वधातुसंज्ञक प्रत्ययः अस्ति यथा तिङ्क्षित् सार्वधातुकं सूत्रेण, अपि च कर्तृर्थक् अस्ति, कर्तार्थक् इत्युक्ते कर्ता इति अर्थः अस्ति, यस्य सः कर्तार्थक् प्रत्ययः अस्ति. यदि धातुतः प्रत्ययः विहितः अपि स च प्रत्ययः धातुतः प्रत्ययः विहितः स च प्रत्ययः सार्वधातुसंज्ञकः अस्ति चेत् अपि च कर्तार्थकः अस्ति तिङ्संज्ञकः अस्ति चेत् तर्हि तस्यां दशायां धातुप्रत्ययोः मध्ये विकर्ण गुण धातुगण अनुसृत्य विकर्णप्रत्ययः क्षम्यतां धातु प्रत्ययोः मध्ये विकर्णप्रत्ययः विहितः अस्ति कर्तरि शप् इति सूत्रेण. प्रथमतया तु कर्तरि शप् सूत्रेण शप् प्रत्ययः आगच्छति. अनन्तरं यदि भवादिगणे चुरादिगणे गणे मासु तथा अन्यत् कोऽपि गण धातुगणः अस्ति तथा अन्यत् विकर्णप्रत्ययः तत्र आगच्छन्ति. अधुना प्रायः धन्यवादः महोदय. अग्रे शिवली भगिनि पठति भगिनि. आं भगिनि, यथा वत् योगः उदाहरणं दीयते, यथा वद् योगः लट्, वद्योगः ति, वद्योगः षट् योगः ति, वत् योगः आयोगः ति, वदति इति रूपं भवति. एवं च अस्मिन् क्रमे क्रियापदस्य निर्माणार्थं त्रीणि कार्याणि सन्ति. विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं, तदा धातुविकरणप्रत्ययोः मेलनं प्रथमकार्यं. द्वितीयकार्यं तिङ्सञ्ज्ञकप्रत्ययसिद्धिः. तृतीयकार्यं तिङ्सञ्ज्ञकप्रत्ययनिमित्तिकम् अङ्गकार्यं, तदा अङ्गतिङ्प्रत्ययोः मेलनं. एवञ्च क्रियापदस्य निर्माणार्थं त्रीणि कार्याणि सन्ति. प्रथमकार्यं विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं, तदा धातु प्रमुखविषयाः प्रमुखविषयाः सन्ति इति. त्रीणि सोपानानि सन्ति तर्हि क्रियापदस्य निर्माणार्थं. प्रथमं तु धातुः प्लस् विकरणप्रत्ययोः मेलनं भवति. अनन्तरं तर्हि तस्य तु नामकरणमस्ति अङ्गकार्यम् इति. तर्हि अङ्गस्य निर्माणं कुर्मः. अनन्तरं द्वितीयमस्ति तिङ्क्स संज्ञकप्रत्ययस्य सिद्धिः भवति. ति वा तस् वा तः इति सिद्धिः भवति. तर्हि तिप्त तीतः तीतः इति भवति. अनन्तरं तृतीयमस्ति अङ्गतिङ्प्रत्ययोः मेलनं. तर्हि अस्माकं प्रमुखविषयः सन्ति अस्ति एतद्. प्रत्येकस्मिन् करपत्रे एतदेव पुनः पुनः पुनः पुनः चिन्तनम् एतादृशक्रमः इति महोदयेन उपदिष्टम्. तर्हि अनेकत्र करपत्रेषु वयम् एतदेव पुनः पुनः पश्यामः. तर्हि एतादृशचिन्तनं भवति चेदेव अस्माकं मनसि क्लेशः उद्भवति, प्रश्नः संशयः अधिकः संशयः न उद्भवति. प्रथमं तु अङ्गनिर्माणं, द्वितीयं तिङ् निर्माणम्, अनन्तरं तु अङ्गतिङ्क्तयोः मेलनम् इति त्रीणि सोपानानि. अग्रे पठतु. अस्माकम् अवधानम् इदानीं प्रथमे सोपाने अस्ति. विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं, यत् कार्यं धातुः भवति, यस्य कृते विकरणप्रत्ययः कारणम् अस्ति, तत् कार्यं विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं. द्वादिगणे तत् अङ्गकार्यं त्रिविधा. प्रथमं गुणकार्यं, द्वितीयं धात्वादेशः, तृतीयं धातौ अन्याः विकृतयः. अस्मिन् करपत्रे केवलं गुणकार्यं पश्यामि. धात्वादेशस्य अपरस्य च काचित् चर्चा जाता पूर्वतनकरपत्रस्य अन्तिमे भागे, अग्रे च विस्तृतरूपेण भविष्यति इति. इदानीं त्रीणि सोपानि अङ्ग सोपानि अस्ति. अङ्गविकरणप्रत्ययस्य प्रभावेन त्रीणि कार्याणि, केवलं विकरणप्रत्ययस्य प्रभावेन एव त्रीणि कार्याणि भवितुमर्हन्ति. एकमस्ति गुणकार्यं, द्वितीयमस्ति धातु आदेशः अपि भवितुम् अर्हति विकरणप्रत्ययस्य प्रभावेन. तद् स्मरन्तु धातौ कीदृशकार्यम् इति. धातौ कानिचन विकृतिः भवति खलु. तर्हि अधिकतया तु गुणकार्यम् इति विकृतिः अस्ति. द्वितीयं तु धातु आदेश इत्यपि विकृति भवितुमर्हति. अनन्तरं विकरणप्रत्ययनिमित्तिकम् अनुसृत्य विकरणप्रत्ययमनुसृत्य अन्यविकृतयः यदा उक्तव पूर्वं दृष्टवन्तः, दीर्घः वा वृद्धिः वा भवितुमर्हति. कुत्रचित् नुम् नकारः आदेशः आगमः निम्नागमः इति वदामः. अनन्तरं नकारस्य लोपः अपि भवितुमर्हति इति. तादृश विकृतयः भवति, विकृतिकारः भवन्ति. ये सर्वे विकरणप्रत्ययनिमित्तीकृत्य कार्याणि प्रथमे सोपाने इत्युक्ते अस्माकं सोपानानि सन्ति खलु. प्रथमे सोपाने विकरणप्रत्ययनिमित्तिकम् त्रिविधाः सन्ति. अत्र बिन्दुद्वयम् अवधेयं. प्रथमं विकरणप्रत्ययं निमित्तं मत्वा धातुः एव अङ्गं, नामधातुः एव अङ्गकार्यं वर्तते. द्वितीयं नामधातुः इति नास्ति, नामधातुः नाम सारि नाम धातुः इत्युक्ते धातुः एव अङ्गकार्यं वर्तते. वर्तते. तदेव गुणकार्यम् इति वदामः, तदपि धातोः एव अङ्गकार्यमस्ति. तद् एतद् वयं गुणं वा धातु आदेश वा इति सर्वे तु अङ्गकार्याणि सन्ति. किमर्थम् इत्युक्ते किमर्थम् अङ्गकार्याणि इति वदामः, विकरणप्रत्ययं निमित्तीकृत्य कार्याणि सन्ति इति कृत्वा तानि अपि अङ्गकार्याणि इति वदामः. विकरणप्रत्ययनिमित्तीकृत्य धातुः एव अङ्गम् द्वितीयं धातोः अङ्गकार्यं किं नाम विकरणप्रत्ययं निमित्तीकृत्य किं कार्यं भवति. इतः अग्रे उपरि दत्तं चिन्तनक्रमं पुनः न वक्ष्यामः, केवलं विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यम् अवलोकयामः. किन्तु मनसि अवधातव्यं यत् तदा एतत् कार्यं सम्भवति यदा तस्मात् पूर्वं लकारः विवक्षितः अपि च लकारस्य स्थाने तिङ्सञ्ज्ञकप्रत्ययः विधीयते. अतः एतत् सर्वं न उच्यते किन्तु मनसि स्यात्. तर्हि वारं वारं वयम् एवं न वदामः बद्धयोगः अयोगः ति इति न वदामः. अधुना प्रथमसोपानमेव पश्यामः, वद् योगः अ इति स्थितौ किं किं कार्यं प्रवर्तनीयम् इति एव अस्माकं चिन्तनं भवतु. किन्तु किं तर्हि वद् योगः अ इति साक्षात् तिष्ठ स्थातुं न शक्नोति खलु, यदि लकारः अस्ति चेत् तदनन्तरं तिप्रत्ययः आयाति, तिप् स्था तिङ् प्रत्ययः आयाति, तिङ् स्थाने तिप् अस्ति इति आदेशः भवति, अनन्तरं ति इति अस्य तु विकरणः भवन्ति इति कृत्वा तदनन्तरमेव कर्तरी शप् सार्वधातुककर्तृप्रयोगे अस्ति इति कृत्वा तिंशत् सार्वधातुकम् अनन्तरं इत्यनेन कर्तरते अस्ति चेत् कर्तरी शप् इत्यनेन शप् प्रत्ययः विदितः भवति, तदनन्तरमेव अङ्गकार्यं. किन्तु वयम् अधुना तत्सर्वं तु सन्ति एव, किन्तु यदि अस्माकं मेलनम् इति वदामः तस्मिन् समये धातु विकरणप्रत्ययोः मेलनं अङ्गनिर्माणं तु प्रथमसोपानम् अस्ति इति कृत्वा साक्षात् तदेव अधुना पश्यामः. इति अपरे अपरम् अस्ति, परे तु अस्ति एव, तदनन्तरं पश्यामः. तृतीयसोपाने तत् पश्यामः. आं भगिनि, तर्हि तदेव अस्ति इति मन्ये, समयः अतीतः. अनन्तरं किम् अग्रिमवाक्यमपि पठतु भगिनि. ज्ञायते यत् अङ्गम् अजन्तं चेत् अन्तिमे स्वरे गुणः अर्हः, अङ्गं हलन्तं चेत् गुणः उपधायां च सम्भवति. अस्मिन् प्रथमे सोपाने धातुः एव अङ्गं. धातवः द्विविधाः, यथा अजन्तशब्दाः हलन्तशब्दाः च सन्ति, तथा एव अजन्तदातवः हलन्तदातवः च सन्ति. द्वयोः धातुप्रकारयोः अङ्गकार्यं कीदृशम् इति लक्षयित्वा इदं भागद्वयं कल्पितं. ततः अग्रे च अजन्तदातवः पुनः नव उपविभागेषु. प्रथमं धातुः चिन्तनमेव भगिनि, किम् इत्युक्ते धातुविकरणप्रत्ययोः मेलनं भूत्वा वयम् अदन्तम् अङ्गम् अदन्तम् अङ्गम् अस्माकं चिन्तनं भवति खलु. अधुना किम् अस्ति, धातु एव अङ्गम् अस्ति कृत्वा तस्य एव विभजनं कुर्मः. कीदृशविभजनं कुर्मः, अकारान्तधातूनाम् एकं विभजनं. किं किमर्थं तथा कुर्मः, समानकार्याणि सन्ति खलु, अजन्त अकारान्तदातवः सन्ति इति कृत्वा तस्य तु किमपि कार्यं किमपि गुणकार्यं वा न भवितुम् अर्हति. किमर्थम् इक्वर्णस्य एव गुणः भवितुम् अर्हति इति कृत्वा इति तदर्थमेव एतादृश चिन्तनं भवति. तर्हि अकारान्तदातवः अकारान्तदातवः इति श्रेणीकरणं श्रेणीकृतमस्ति तावदेव. इकारान्तदातवः इकारान्तदातुः अन्ते अस्ति चेत् किं भवति, सार्वधातुक अर्धदाते गुणकार्यं भवति. अतः तदेव ईकारान्त उकारान्त उकारान्त ऋकारान्त सर्वेषामपि गुणकार्यम्. अनन्तरम् एजन्ताः इति अस्ति, अन्ये वर्णाः ये ये सन्ति एजन्ताः तेषामपि समानं भवति कार्यम्. अनन्तरं यदि हलन्तदातुः अस्ति चेत् कीदृशचिन्तनं, ह्रस्व अकारस्य एव ह्रस्व इक्वर्णस्य एव गुणः भवति इति कृत्वा अदुपदाः इत् उपदायाः ऋदुपदायाः उदुपदायाः ऋदुपदायाः अवशिष्टाः इति सन्ति. यदि ह्रस्व अकारः उपदायाम् अस्ति नो चेत् ह्रस्व इकारः ह्रस्व उकारः उपदायाम् अस्ति चेत् ह्रस्व ऋकारः अस्ति चेत् गुणकार्यमस्ति खलु अत्र सर्वत्र. अनन्तरम् अवशिष्टाः सर्वे तु अन्यद्विभागः अन्यविभागः अस्ति. इति अस्माकं चिन्तनम् एतादृशम् अस्ति चेत् यः कोऽपि धातुः भवतु, वयं नूतनधातुं पश्यामः चेत् प्रथमम् अस्माकं चिन्तनं किम् अस्ति, उदाहरणार्थं ची इति धातुः स्वीकुर्मः, चिन्तनं कथं भवति? ची इति धातुः ह्रस्व इकारान्तधातुः इति ह्रस्व इकारान्तधातुः इति अस्माकं मनसि चिन्तनं भवेत्। तदनन्तरं किं भवति? ची नोति इति अनन्तरं वयं गुणकार गणम् अनुसृत्य चिन्तनं सर्वं भवति। तथा एव भवति इति भूधातुः अस्ति, तस्य किम् अस्ति? ऊकारान्तधातुः। वयं जानीमः भ्वादिगणे अस्ति इति, नाम वयं तु गणपरिचयः इति पूर्वं कृतवन्तः खलु, तर्हि वयं जानीमः एतत्तु भ्वादिगणीयधातुः इति जानीमः। तर्हि भूयोगः शप् योगः ति इति जानीमः। तर्हि अधुना भूयोगः अ इति अस्ति, तर्हि ऊकारान्तम् अङ्गम् अस्ति इति कृत्वा मनसि किं कार्यम् उद्भवति? अस्तु, सार्वधातुक आर्धातुक इत्यनेन गुणकार्यम् इति स्मरामः। तर्हि प्रथमं धातुः कस्मिन् श्रेणीकृतम् अस्ति, कस्यां श्रेण्याम् अस्ति इति प्रथमं चिन्तनं, अजन्तधातुः वा हलन्तधातुः वा इति प्रथमम्। अनन्तरम् अजन्तम् अस्ति चेत् कीदृशम् इकारान्त वा ऊकारान्त वा ह्रस्वोकारान्त वा दीर्घोकारान्त वा इति सर्वं द्रष्टव्यं। यदि हलन्तम् अस्ति चेत् अदुपद इदुपद उदुपद इति चिन्तनम् आयाति। तर्हि अस्माकं दशसु धातुगणेषु अपि धातवः येषु उपविभागेषु एव विभज्यता। यत्र वयं सार्वधातुकप्रकरणम् इति पश्यामः, प्रक्रिया इति पश्यामः, यत्र यत्र लट् लोट् लङ् विदीर्ण सर्वत्र दश गणेषु अपि अस्माकं चिन्तनम् एतादृशमेव भवतु इति। अधुना इदं विभजनम् अनुसृत्य अङ्गकार्यं भुवादिगणे अवलोकनीयम्, अपि च अस्मिन् पाठे विशेषतः अङ्गस्य गुणकार्यम् इति अग्रे पश्यामः, कुत्र कुत्र गुणं भवति इति उदाहरणम् स्वीकृत्य पश्यामः। किमर्थं गुणमिति पृथक्तया पश्यामः चेत् यदा महोदय उक्तवान् सर्वत्र अनेकत्र गुणकार्यं भवति, केवलं सार्वधातुकप्रकरणेषु नास्ति, प्रक्रियायां नास्ति, आर्धातुकप्रक्रिया आगच्छति चेत् तत्रापि गुणकार्यं भवति। गुणकार्यमिति प्रसिद्धविषयः अस्ति, धातु पाठे तु सर्वत्र आयाति। तर्हि विरमामः किम्? धन्यवादः, धन्यवादः। प्रश्नः नास्ति खलु? सुलभमेव, शुभरात्रिः। तर्हि धन्यवादः, धन्यवादः भगिनी।